ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। सर्वेभ्यो नमस्कारः, गुरुभ्यो नमस्कारः। धन्यवादः भगिनी। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र अनियर्तव्यक् प्रत्ययौ। तत्र वयं तेषां परिचयं प्राप्तवन्तः, तयोः परिचयं प्राप्तवन्तः, अपि तत्र रूपं कथं भवति अपि ज्ञातवन्तः। तत्र सर्वदा प्रथमा विभक्त्यामेव भवति इति नियमः नास्ति इति अपि ज्ञातवन्तः। तत्र गतवर्गे पेज् 153 मध्ये तत्र उदाहरणानि सन्ति, तत्र द्वितीया विभक्ति वा तृतीया विभक्ति वा इति अपि तत्र रूपाणि भवन्ति इति। अस्तु, इदानीम् अतः तत्र अग्रे सरामः, किन्तु तत्र लघुवाक्यं वदामः तत्र एकवारं, तत्र तव्यत् अनियर् इति प्रत्ययस्य योजनेन अथवा युक्तः युक्तं वाक्यं। तर्हि तत्र शोभा भगिनी, लघुवाक्यं कर्मणि रूपे अथवा किमपि लघुवाक्यं, किन्तु तव्यत् अथवा अनियर् एकं भवेत्। अस्तु, भवता शीघ्रमेव तत्र किं वदामि, भवतः तत्र लघुवाक्यं, हा महोदय, तत्र प्रतिदिनम् अभ्यासः करणीयः अस्माभिः। भवता प्रतिदिनम् अभ्यासः करणीयः, समीचीनं, भवता प्रतिदिनम् अभ्यासः करणीयः, समीचीनं भगिनि। तत्र किमर्थं करणीयः इति अस्ति तत्र? अभ्यासः इत्यस्य पुंलिङ्गे इति भवति, अभ्यासः इति पुंलिङ्गे भवति इति कृत्वा तस्य लिङ्गानुसारं वचनानुसारं कृत्वा भवति अनियर् प्रत्ययः इति कृत्वा पुंलिङ्गे एव विशेषणत्वेन भवति, प्रयोगः भवति इति कृत्वा तस्यापि पुल्लिङ्गरूपं, समीचीनं भगिनि। तत्र महोदय, अस्तु, सरलवाक्यं भवतः कृते वक्तुम् इष्टवती, भवता विश्रामः करणीयः। धन्यवादः भगिनि, सत्यं सत्यं भगिनि, समीचीनं, धन्यवादः भगिनि। अस्तु, निवेदितं भगिनि, लघुवाक्यम् अन्यर् अत्य अथवा तव्यत्? मया गृहकार्यं करणीयं। मया गृहकार्यं करणीयं, समीचीनं। तत्र मया गृहकार्याणि करणीयानि, नमस्ति तथा नपुंसकलिङ्गमस्ति अतः करणीयं, बहुवचनमस्ति नपुंसकलिङ्गमस्ति अतः करणीयानि। उत्तमं भगिनि, तथैव अस्ति। अस्तु, वेदा भगिनि, लघु उदाहरणं, प्रतिदिनम् अभ्यासं पठेयम्। प्रतिदिनम् अभ्यासम् अभ्यास तत्र पठेयम् इति तत्र न वाक्ये, किन्तु पठेयम् इति समीचीनं नास्ति, तत्र समीचीनं नाम तत्र अर्थः समानः, किन्तु तत्र कर्मणि कर्तृ तत्र अहम् अभ्यासान् पठेयम्, न पठेयम् इति समीचीनं भगिनि, किन्तु अत्र तव्यत् अनियर् भवेत् खलु। पठेयं तत्र तव्यत् अनियर् एतावत् वाक्यद्वयं श्रुतवती भवती। अन्यत् एक अन्यत् एक वाक्यं वदामि, भवता कविता पठनीया। उत्तमं भगिनि, अस्तु, अपि च पठनीया अनियर् अस्ति, अनेकवाक्यं पठनीयम् अथवा अनीयर् अतव्यत् पठितव्यम् इति तव्यत् रूपं तव्यत् अस्तु तत्र भवता कविता तव्यत् अस्ति चेत् किं भवति भवता कविता पठितव्यं पठितव्या पठितव्या इति भवति समीचीनं भगिनि तावदेव अस्तु उत्तमं तत्र अर्थः तु तत्र करणीयं नाम तत्र बालिकेन एतत् कार्यं करणीयम् इत्युक्ते किं बालकः तत् कार्यं करो कुर्यात् इति एव अर्थः खलु किन्तु कुर्यात् विधिलिङ्गे अथवा लोटि अस्ति चेत् तत् कर्त्री अर्थे भवति सः एतत् कार्यं कुर्यात् इति आदेशः तदेव तत्र आदेशः तत्र कर्तृरूपे भवति किन्तु तत्र यदि वयं कर्मणि रूपम् इच्छामः तादृशं तदा किं भवति बालकः शृणोति तत्र राजा वदति बालकं प्रति त्वम् एतत् कार्यं कुरु तदा बालकं बालकस्य मनसि किं भवति ओ अस्तु मया एतत् कार्यं करणीयम् इति तस्य मनसि आगच्छति तावदेव खलु तावदेव अतः तत्र अर्थः तु समीचीनं विधिलिङ्ग् अथवा लोट् अर्थः अस्ति किन्तु कर्मणि रूपम् इव भवति अतः तत्र मया इति तृतीयारु अर्थे भवति समीचीनं भगिनि अतः तत्र अस्तु इदानीं तत्र नूतनपुस्तके अपि पुरातनपुस्तके कश्चन भेदः वर्तते अतः तत्र वयं तत्र पेज् 155 मध्ये तत्र 154 मध्ये यः अभ्यासः आसीत् कृतवन्तः इदानीं 155 मध्ये यः अभ्यासः अस्ति सः नूतनपुस्तके अपि अस्ति पुरातनपुस्तके अपि अस्ति अतः तत्र शुभगिनी तद् तं पठति वा आं महोदय यथा निर्देशं वाक्यानि परिवर्त्य लिखत तत्र एकवचने बहुवचने उदाहरणं सैनिकेन युद्धं करणीयं बहुवचने सैनिकेन युद्धानि करणीयानि इति तत्र युद्धानि इति युद्धम् इति कर्मपदं तम् अनुसृत्य अनियर् प्रयोगः भवति युद्धं करणीयम् इति भवति एकवचने अपि च लिङ्गमनुसृत्य अपि युद्धानि बहुवचने अतः युद्धानि करणीयानि इति भवति तथा मया उत्तमं चित्रं द्रष्टव्यम् इति वाक्यं मया उत्तमानि चित्राणि द्रष्टव्यानि इति भवति उत्तमानि चित्राणि द्रष्टव्यानि समीचीनं भगिनि उत्तममस्ति अस्तु निवेदत भगिनि अग्रे मया सत्यवचनं एव वक्तव्यं मया सत्यवचनानि एव वक्तव्यानि सत्यवचनानि बहुवचनमस्ति तथा वक्तव्यानि एव बहुवचनानि सत्यवचनं सकलिङ्गमस्ति सो वक्तव्यामि वक्तव्यम् एवं बहुवच सोरि नपुंसकलिङ्गे अस्ति नपुंसकलिङ्गे अस्ति समीचीनम् अतः तत्र मया बहुवचनरूपं किं भवति मया सत्यवचनानि एव वक्तव्यानि इति अस्ति समीचीनं तत्र एव इति तत्र तस्य कार्यं किम् अस्ति तत्र एव इति अव्ययमस्ति अव्ययमस्ति सीमां रचयति नाम केवलम् इति अर्थे खलु केवलं सत्यवचनम् एव सत्यवचनं वक्तव्यं मया इति समीचीनं भगिनि एव इत्युक्ते अत्र अव्ययम् अतः तस्य परिवर्तनं न भवति नास्ति समीचीनं भगिनि अस्तु वेदा भगिनी अग्रे भवत्या शिशव शिशुः गुरुः गुरुगुरवः शिशवः पालनीयाः समीचीनम् अस्तु भवत्या शिशवः पालनीयाः इति अस्ति समीचीनं शिशुः एकवचने गुरुः गुरु गुरवः शिशवः समीचीनं भगिनि अस्तु शोभा भगिनी अग्रे अग्रे तत्र बहुवचनरूपं दत्तं त्वया दुर्गुणाः त्यक्तव्याः इति एकवचने त्वया दुर्गुणः त्यक्तव्यः इति भवति तत्र सव्यत्वतयः समीचीनं त्वया दुर्गुणः त्यक्तव्यः इति समीचीनं भगिनि अस्तु अग्रे निवेदिता भगिनि निवेदिता भगिनि अस्ति वा आम् आम् पञ्चमवाक्यमस्ति वा महिलया रङ्गावली रचनीया इति अस्ति वा महिलया रङ्गावली रचनीया रङ्गवल्ली रचनीया रङ्गवल्ली श्रीलिङ्गमस्ति तथा कीदृशपदं नदीसदृशपदं समीचीनं नदी नद्यौ नद्यः रङ्गवल्ली रङ्गवल्ल्यौ रङ्गवल्ल्यः समीचीनम् अतः महिलया रङ्गवल्ली रचनीया इति समीचीनं भगिनि अस्तु वेदा भगिनी अग्रे त्वया पर्वदिने नूतनवस्त्रं धर्तव्यं त्वया पर्वदिने एकवचनं पर्वदिने नूतनवस्त्रं धर्तव्यं तत्र त्वया पर्वदिने नूतनवस्त्राणि धर्तव्यानि तत्र धर्तव्याणि अथवा धर्तव्यानि किं धर्तव्य तकारः अत् कुप्वाङ्निं व्यवायेपि तत्र तकार अस्ति बकार इत्यस्ति यकार अस्ति दत्तव्याणि णकार णत्व न न न करेक्ट् दत्तव्यानि आं महोदय रेफस्य रेफस्य परे तकार अस्ति तव वर्ग कस्मिन् वर्गे अस्ति अत् कुप् वाङ् नुं वेव ओ अत् कुप् क वर्ग प वर्ग त वर्ग नास्ति नास्ति धर्तव्यानि एव न धर्तव्यानि समीचीनं त्वया पर्वदिने नूतनवस्त्राणि धर्तव्यानि वस्त्राणि धर्तव्यानि समीचीनं शोभा तत्र पुनः बहुवचने उदाहरणं दत्तं मया सुन्दरचित्राणि लेखनीयानि इति एकवचने मया सुन्दरचित्रं लेखनीयम् इति नपुंसकलिङ्गे भवति समीचीनं सुन्दरचित्रं लेखनीयं समीचीनं निवेदित भगिनी अग्रे सर्वैः सुभाषितानि कण्ठस्थीकरणीयानि सर्वैः सुभाषितं कण्ठस्थीकरणम् एकवचनमस्ति नपुंसकलिङ्गमस्ति सर्वैः सुभाषितानि कण्ठस्थीकरणीयानि बहुवचनमस्ति नपुंसकलिङ्गमस्ति सुभाषितानि करणीयानि समीचीनं नत्वम् अन्तिम णकारः समीचीनं समीचीनं भगिनि अस्तु अग्रे वेदा भगिनि शिक्षके बहुवचनं शिक्षकेन पाठाः पाठनीयाः शिक्षकेन पाठः पठनीयः पाठनीयः पाठनीयाः पुनः पाठनीयः वा तत्र पुनः वदतु शिक्षकेन पाठः पाठनीयः शिक्षकेन पाठः पाठनीयः समीचीनम् अस्तु अग्रे शोभा भगिनी एतया नाटकानि द्रष्टव्यानि इति बहुवचने नपुंसकलिङ्गे एतया नाटकं द्रष्टव्यम् इति भवति. हा, एतया नाटकं द्रष्टव्यं. समीचीनं समीचीनं भगिनि. वंशीसुधाभगिनी नमस्कारः. नमस्ते महोदय. तस्मिन् कृते 154 वा महोदय? 155 भगिनि, 155. तत्र नूतनपुस्तके पुरातनपुस्तके अपि समानमस्ति 155. अतः तत् कुर्मः, तदनन्तरं 154 पुनः नूतनपुस्तके कुर्मः. अस्तु, तर्हि तत्र निवेदिता भगिनी अग्रे. आम्, एकादश. भवत्या प्रश्नं प्रष्टव्यम्. भवत्या वन् मिनिट् प्रश्नाः प्रश्न पुल्लिङ्गे अस्ति वा? भवत्या प्रश्नः प्रष्टव्यः पुल्लिङ्गमस्ति, एकवचनमस्ति. भवत्या प्रश्नाः प्रष्टव्यः बहुवचनमस्ति, पुल्लिङ्गमस्ति. समीचीनं भगिनि. तत्र साधारणतया किं भवति, अहं प्रश्नं पृच्छामि इति रूपं भवति खलु, कर्मपदे भवति. हा, किन्तु मया प्रश्नः प्रष्टव्यः अस्ति इति यदि वदामः तर्हि अस्तु. समीचीनं भगिनि. हा, अस्तु, अग्रे वेदा भगिनी अग्रे. सर्वैः वृक्षः आरोपणीयः. वृक्षः पुल्लिङ्गे अस्ति, एकवचनं. तत्र बहुवचनमस्ति, सर्वैः वृक्षाः आरोपणीयाः. हा, सर्वैः वृक्षाः आरोपणीयाः. समीचीनं. हा, अस्तु, अग्रे वंशी सुधा भगिनी अग्रिमम्. आम् महोदय. तत्र मया उत्तमलेखः लेखनीयः. मया उत्तमलेखाः लेखनीयाः. हा, मया उत्तमलेखाः लेखनीयाः. समीचीनं भगिनि. तथैव अस्ति, तथैव अस्ति. अस्तु, अग्रे शोभा भगिनी अग्रे. हा, गौर्या पुष्पं चेतव्यं. गौर्या पुष्पाणि चेतव्यानि इति. गौर्या पुष्पाणि, तत्र नत्वं भवति, शकारात् निमित्तात् चेतव्यानि इति बहुवचनं. चेतव्यानि, समीचीनं. हा, गौर्या गौरी, गौर्या गौरी, गौर्या इति तृतीया विभक्ति. समीचीनं, तृतीया. समीचीनं. हा, अस्तु, निवेदिता भगिनी अग्रे. सर्वैः नदी रक्षणीया. श्रीलिङ्गमस्ति, एकवचनमस्ति. सर्वैः नद्यौ, नद्यः, नद्यः रक्षणीयाः इति भवति. समीचीनं भगिनि. वेदा भगिनी अग्रे. भारतीयैः धेनवः वन्दनीयाः. भारतीयैः धेनुः वन्दनीय. धेनुः, धेनु शब्द स्त्रीलिङ्गे अस्ति, तु वन्दनीया. हा, समीचीनं, वन्दनीया. उत्तमं भगिनि. हा, धेनु इति स्त्रीलिङ्गपदम् इति ज्ञातवती. समीचीनं भगिनि. हा, भारतैः धेनु वन्दनीया इति अस्ति. समीचीनं. वंशीसुधा भगिनी अग्रे. आं महोदय. मया उत्तमविचाराः करणीयाः इति बहुवचने अस्ति. मया उत्तमविचारः करणीयः. विचारः पुल्लिङ्गे अस्ति, विचारः करणीयः. हा, विचाराः करणीयाः, विचारः करणीयः. समीचीनं, समीचीनं भगिनि. हा, शोभा भगिनी अग्रे. मया दोषरहितवाक्यं वक्तव्यं. मया दोषरहितवाक्यानि वक्तव्यानि. सकलिङ्गे बहुवचने. समीचीनं. निवेदिता भगिनी अग्रे. मया शिबिरं चालनीयं. शिबिरं नपुंसकलिङ्गे अस्ति, तथा चालनीयं. मया शिबिराणि चालनीयानि. शिबिराणि चालनीयानि. समीचीनं. अग्रे वेदा भगिनी. शिक्षकेन उत्तमपाठ्य पुस्तकं रचनीयं, तस्य बहुवचनरूपं पुस्तकं रचनीयम् इति नपुंसकलिङ्गे अस्ति, तदेव तस्य बहुवचनरूपं. शिक्षकेन उत्तमपाठ्य पुस्तकानि रचनीयानि. रचनीयानि. समीचीनं. शिक्षकेण उत्तमपाठ्यपुस्तकानि रचनीयानि. उत्तमं. अस्तु, वंशीसुधा भगिनी अग्रे. भवता कविता पठनीया. भवता कविताः पठनीयाः. कविता इति स्त्रीलिङ्गे अस्ति, पठनीयाः पठनीयाः इति समीचीनं. शोभगिनी अग्रे. सर्वेण परम्परा पालनीया. सर्वेण सर्वैः तत्र सर्वेण इव सर्वेण एव अस्तु. सर्वेण परम्पराः पालनीयाः. हा सर्वेण परम्पराः पालनीयाः इति समीचीनं. अग्रे निवेदितभगिनी. भवद्भिः गीतावाक्यं स्मरणीयम्. नपुंसकलिङ्गमस्ति, एकवचनमस्ति. भवद्भिः गीतावाक्यानि स्मरणीयानि. भवद्भिः तत्र दीर्घः नास्ति. भवद्भिः गीतावाक्यानि स्मरणीयानि. भवद्भिः गीतावाक्यं स्मरणीयम् इति समीचीनं भगिनि. छात्रेण चिन्तनं करणीयं. चिन्तनं नपुंसकपदं वा? चिन्तनं चिन्तनं चिन्तने यतोहि दत्तमस्ति. तत् चिन्तनानि इति रूपं बहुवचने अस्ति वा? चिन्तनं चिन्तने चिन्तनानि फलं फले फलानि. छात्रेण चिन्तनानि करणीयानि. तत्र चिन्तनं कीदृशपदम् इति जानाति वा भगिनि? तत्र चिन्तनं नाम तत्र छात्रः चिन्तनं करोति इति वाक्यम् अस्ति चेत् करोति इति स्थाने अन्यत् क्रियापदं यत् तत्र छात्रः पठनं करोति, छात्रः पठति इति अस्ति खलु. अत्र छात्रः चिन्तनं करोति, छात्रः चिन्तयति, छात्रः चिन्तनं करोति. तत्र एतादृश छात्रेण चिन्तनं करणीयं. तत्र पठति पठनं, चलति चलनं, गच्छति गमनं. तत्र जानाति वा तत्र कीदृशपदम् इति? पठनं चलनं न न न तत्र चिन्तनम् इति अस्ति खलु भगिनि. चिन्तनं कीदृशपदम्? हा चिन्तनम् इति तत्र पठनं गमनं चलनं तादृशपदम् अस्ति. गमनं चलनं पठनं इति एतादृशपदं दातुं केन प्रत्ययेन? तत्र तुमुनन्तरूपम् इति चिन्ता चिन्ता अपि अन न न चिन्तयति चिन्तनं चिन्तनं धातु धातुतः निर्मितं पदम् अनप्रत्यय इति नास्ति. तत्र ल्युडन्तरूपम् इति वदामः. ओ ल्युट् प्रत्यय वा? ल्युडन्तरूपं युवार तत्रेण तत्सूत्रेण अक आदेश अन युव युवारनाकौ अन आदेशः वा तत्र? ल्युट् ल्युट् प्रत्ययस्य अन आदेशः भवति. चिन्तनं भवती जानाति एव खलु. अतः ल्युडन्तरूपम् अस्ति तावदेव. चिन्तयति चिन्तनं करोति इति अस्ति. अस्तु समीचीनम्. अग्रे तर्हि तत्र अग्रे एतदपि समानमस्ति. अस्तु अग्रे अपि समान केवलं तत्र पेज् 154 मध्ये तत्र अन्यत् आसीत्. अस्तु अतः यद् समानमस्ति तद् प्रथमतया पठामः, तदनन्तरं यद् भिन्नमस्ति तद् अनन्तरं पठामः. तर्हि अतः तत्र वंशीसुधा भगिनि अग्रिम अभ्यासम् आरम्भं करोति वा? पञ्चमम् अभ्यासं वा महोदय? तत्र पुरातनपुस्तके नूतनपुस्तके षष्ठ किन्तु अधः प्रदत्तानि विधिर्लिङ्गवाक्यानि तव्य अनियर् प्रत्यय उपयुज्य परिवर्तयत. अस्तु प्रथमस्ति अधः विधिर्लिङ्गवाक्यानि दत्तानि अस्ति, तेषां परिवर्तनीयम् अस्ति. प्रत्यय उपयुज्य तव्यत् नो चेत् अनियर् प्रत्यय उपयुज्य परिवर्तनीयम् इति तत्र उक्तमस्ति. उदाहरणमस्ति अहं गीतां शृणुयाम् अहं गीता शृणुयाम् इति विधिर्लिङ्ग उत्तमपुरुषे एकवचने अस्ति. तत्र परिवर्त्य रूपं वाक्यं किं भवति इत्युक्ते मया गीता श्रवणीया इति अस्ति. यतोहि तत्र कर्मणि रूपे एव तव्यत् अपि च अनयत् प्रत्ययो द्वौ उपयोगं कुर्मः, अतः तत्र कर्मणि प्रयोगे एव कर्तव्यम् अस्ति तत्र. समीचीनम्. उदाहरणं अहं श्लोकान् पठेयं, तत्र मया श्लोकाः पठनीयाः. मया श्लोकाः पठनीयाः. समीचीनं भगिनि, तदेव अस्ति. अस्तु अग्रे शोभा भगिनि. आं महोदय, तत्र अहं स्वधर्मम् अवगच्छेयम् इति विधिलिङ्गकारे उत्तमपुरुषे तत्र मया स्वधर्मः, तत्र स्वधर्मः इति एव अस्ति इति मन्ये. स्वधर्मः अवगन्तव्यः. मया स्वधर्मः अवगन्तव्यः. तत्र अनियर् अस्ति अवगमनीया इति, अवगमनीयः इति भवति वा? अवगन्तव्यः इति उत्तममेव अस्ति भगिनि. तत्र यत्किमपि भवतु चिन्ता मास्तु, अतः तत्र अवगन्तव्यः इति अपि समीचीनम्. अवगमनीयः, मया गमनीयः, तत्र अवगमनीयः. किन्तु अवगन्तव्यः इति साधारणतया शृणुमः इति मन्ये खलु, अतः अवगन्तव्यः इति एव स्वीकुर्मः तर्हि. अस्तु समीचीनं. निवेदितं भगिनि अग्रे. पूर्वस्मिन् वाक्ये तत्र अनियर् अपि वक्तव्यं, तव्यत् अपि चाति इति नास्ति भगिनि. यद् एकं वदामश्चेत् पर्याप्तं. नूतनमुद्रणे तत्र तव्यत्वा अनियर् इति दत्तमपि अस्ति भगिनि. अस्तु, अतः एकस्य एकेन पर्याप्तम्. अस्तु अहं धर्मम् आचरेयं, मया धर्मः आचरणीयः. मया धर्मः आचरणीयः इति समीचीनं भगिनि. आचरणीयः णत्वम् आचरणीयः इति समीचीनम्. अस्तु वेदा भगिनि अग्रे. अहं कर्माणि कुर्यां, मया कर्मं मया कर्मं कर्तव्यम्. किन्तु वाक्यम् एकवारं पठतु, दत्तं वाक्यं पठतु एकवारं. अहं कर्माणि कुर्यां, कर्माणि कर्माणि ओके. कर्म इति प्रथमविभक्ति कर्म अस्ति वा तत्र? कर्म कर्मे कर्माणि इति कर्म इति प्रथमविभक्तिरूपं सत्यं, किन्तु तत्र दत्तं वाक्यम् अस्ति खलु, तत्र कर्माणि तत्र बहुवचने बहुवचने कर्माणि इति अस्ति. मया कर्माणि एव भवति. मया कर्माणि करणीयानि इति एव अस्ति, तावदेव उत्तमं भगिनि. तत्र नपुंसकलिङ्गे अस्ति चेत् तत्र प्रथमविभक्ति वा द्वितीयविभक्ति वा रूपपरिवर्तनं न भवति खलु, अतः समीचीनं. मया कर्माणि कर्तव्यानि अथवा करणीयानि इति समीचीनम्. अस्तु वंशेश्वर भगिनि अग्रे. आं महोदय, क्षम्यताम्. अहं दानं दद्याम्, दद्याम् इति रूपमस्ति न तत्र, मया अहं दानं दद्याम्. अस्तु, भिन्न भिन्न उदाहरणमस्ति वा महोदय? तदेव अस्ति, वदतु भगिनि. मया अहं दानं दद्याम् दानम् इति नपुंसकलिङ्गमस्ति वा दानम् इत्येव इति चिन्तयामि भगिनि मया दानं दातव्यं नो चेत् दानीयं नो चेत् दानीयमपि भवति वा अन्यत्रत्य दानीयं भवति इति इति मन्ये भगिनि दातव्यं दातव्यं दातव्यं तत्र धानम् इति अहं चिन्तयामि भगिनि तत्र धानम् इति ल्युडन्तरूपम् अस्ति खलु तत्र दानम् इति नपुंसकलिङ्गे अस्ति न तत्र सत्यं सत्यं किन्तु लुडन्तम् अस्ति खलु पठनं ददाति प्रायः महोदय नाम तत्र दानं करोति खलु दानं करोति इत्युक्ते ददाति ददाति अस्तु पठनं करोति मया दानं दातम् दातव्यं धनं दातव्यं मया धनं दातव्यं समीचीनं समीचीनमस्ति महोदय अहं पञ्चनिमिषात् अनन्तरं दशनिमिषात् अनन्तरं वक्तुं शक्नोमि महोदय अधुना अस्तु अस्तु अस्तु भगिनि चिन्ता मास्तु अस्तु अस्तु अस्तु अस्तु अग्रे शोभ भगिनि अहं शान्तः भवेयं मया तत्र शान्तः इति तत्र भूधातुः अकर्मकधातुः शान्तम् इति नास्ति तत्र कर्तरि शान्तः तत्र प्रायशः भगिनि शान्तः इति विशेषणम् अस्ति तत्र पुल्लिङ्ग पुल्लिङ्गरूपेण प्रयुक्तः तावदेव अस्तु नाम यः उक्तवान् तत्र अथवा यः लिखितवान् सः प्रायशः पुरुषः आसीत् तत्र अहं शान्तः भवेयम् इति लिखितवान् तावदेव मया शान्तः एव तत्र मया शान्तः भवितव्यः भवनीयः इति समीचीनः मया शान्त अथवा स्त्रीलिङ्गे मया मया शान्ता भवनीया भवितव्या इति भवति अतः तत्र यदि तत्र पुल्लिङ्गरूपम् अपि अस्ति स्त्रीलिङ्गरूपम् अपि अस्ति प्रयोगानुसारेण यद् किम द्वयोः प्रयोगः अपि भवति समीचीनं अस्तु निवेदित भगिनि अहम् अहङ्कारं जह्याम जह्याम मया अहङ्कारः तत्र समीचीनं हातव्यः मया अहङ्कारः हातव्यः इति अस्ति समीचीनम् मया अहङ्कारः हातव्यः जह्यां हातव्यः समीचीनं तत्र किं किं वदति भगिनि अहङ्कारः अहङ्कारं हातव्यः जह्यां तानि किं किम् आयाति हातव्यः हातव्यः वा हादतु अनियर् हानीयः इति भवति अभ्यासार्थं महोदय धन्यवादः भगिनि अस्तु अस्तु धन्यवादः अहं बन्धमोक्षौ जानीयां बन्धमोक्षौ तत्र द्विवचने अस्ति वा बन्धमोक्ष भवती जानाति वा किमर्थं द्विवचने अस्ति तत्र बन्धमोक्ष तस्य समीचीनं बन्धमोक्षौ तत्र द्वन्द्वसमासः इति उच्यते खलु द्वन्द्वसमासे बन्धमोक्षौ जानीयां तत्र मया बन्धमोक्षौ ज्ञातव्यौ इति वदामि समीचीनं मया बन्धमोक्षौ ज्ञातव्यौ और् किं वदामि तत्र ज्ञातनीया वा न ज्ञातव्यौ ज्ञातव्यः इति अस्ति अन्यत् अनियर् अनियर् इति तत्र तदपि दत्तमस्ति इति मन्ये खलु तत्र ज्ञाधातोः अनियर् न जानामि महोदय किं वदामि तत्र कोऽपि कोऽपि जानाति वा ज्ञातव्यः जानीया एव भवति इति मन्ये तत्र महोदय इति वा भगिनि दृष्ट्वा वदामि महोदय अस्तु अस्तु धन्यवादः भगिनि ज्ञातव्यः इति तत्र प्रसिद्धः अस्ति अथवा मनसि तिष्ठति समीचीनं अतः तत्र मया बन्धमोक्षौ ज्ञातव्यौ समीचीनं ज्ञानीयः इति अस्ति महोदय ज्ञानीयः ओ अस्तु ज्ञानीयः वा ज्ञानीयः अस्तु धन्यवादः भगिनि धन्यवादः अस्तु अग्रे तत्र अस्तु शोभगिनी भवति एव कामक्रोधमोहात् मोहान् त्यजेयम् अहं कामक्रोधमोहान् त्यजेयं मया कामक्रोधमोहाः इति भवति तत्र नपुंसक किं तत्र पुंलिङ्गे द्वन्द्वसमासः द्वन्द्वसमासे अस्तु मया कामक्रोधमोहाः त्यजनीयाः अथवा त्यक्तव्याः त्यक्तव्याः समीचीनं बहुवचने तत्र कामक्रोधमोहाः इति बहुवचने भवति अतः तत्र नूतनपदमपि बहुवचने भवति समीचीनं अग्रे निवेदित भगिनि अहम् इन्द्रियाणि निगृह्णीयाम् मया इन्द्रियाणि तत्र रूपं गृहधातुग्रहणीयानि निग्रहणीयानि तथैव भवति इति मन्ये भगिनि निग्रहणीयानि इति चिन्तयामि भगिनि निग्रहणीयानि इति चिन्तयामि भगिनि सत्यं अस्तु वेदभगिनी अग्रे अहम् आत्मानम् उद्धरेयं मया आत्मानम् उद्धरेयम् आत्मानं तत्र आत्मा इति शब्दस्य आत्मानं भगिनि वा मया आत्मा उद्धरेया इति समीचीनं वा उद्धरणीय अहं मया तत्र भगिनि एकनिमिषः तत्र गीतास्वप्नस्य प्रथमभागः अपि द्वितीयभागः तत्र द्वितीयभागस्य मूलविषयः आरम्भे कः आसीत् इति जानाति वा न महोदय न स्मरामि बहुपूर्वं कृतमिति वा तत्र हलन्तपदानां विषये एव तत्र आरम्भं कृतं खलु तत्र हलन्तपदं तत्र उदाहरणं वदतु हलन्तपदानाम् उदाहरणं किमपि वदतु हलन्तपदानाम् उदाहरणं आत्मा आत्मानं न एकनिमिषं महोदय सरित् सरित् शब्दः सरितः सरित् अस्तु समीचीनम् अपि च राजन् शब्दस्य राजा अस्तु उत्तमं भगिनि इदानीं आत्मा इति पदं तत्र हलन्तपदं वा अजन्तपदं वा आत्मा आत्मान् आत्मा अजन्तपदम् आत्मा अजन्तपदं वा आम् तद् तदेव आत्मान् ओ आत्मन् ओके ओके आत्मन् ओके या करेक्ट् आत्मन् अतः तत्र लिङ्गं किम् आत्मन् नपुंसकलिङ्गम् इति न आत्मन् आत्मन् आत्मनि आत्मानि तत्र प्रथमाव्यक्तिरूपं किमस्ति प्रातिपदिकमस्ति आत्मा पुल्लिङ्गमस्ति पुल्लिङ्गपदम् अस्ति आत्मा आत्मानौ आत्मानः करेक्ट् स्मरति वा इदानीं तत्र आत्मानम् इति दत्तमस्ति खलु तत्र वचनं किम् आत्मानम् प्रथम एकवचने तर्हि तत्र यदि यदि भवती जानाति आत्मा इति प्रथमविभक्तिरूपम् अस्ति एकवचने, अत्र द्वितीया विभक्ति एकवचने आत्मानम् इति दत्तम् अस्ति चेत् तत् नपुंसकलिङ्गं न भवेत् खलु? न न न नपुंसकलिङ्गं नास्ति. अतः मया आत्मा उद्ध किम् उद्धरणीयः. उद्धरणीयः, समीचीनम्. मया आत्मा उद्धरणीयः. हा, तत्र प्रायश तव्यत् पिष्टः भवति इति मन्ये. उद्धर्तव्यः इति किमपि भवति खलु, कर्तव्यः. तत्र ध्रुधातुः क्रुधातुः कर्तव्यः इति भवति. हा, अतः तत्र उद्धर्तव्यः इति प्रायः समीचीनं भगिनी, तथैव अहमपि चिन्तयामि. उद्धर्तव्यः इति भवति, धर्तव्यः एव भवति तत्र. धर्तव्यः, अस्तु. हा, उद्धर्तव्यः इति अस्ति. हा, समीचीनं. आत्मा उद्धर्तव्यः अथवा उद्धरणीयः. उद्धरणीयः श्रुतवती, उद्धरणीयः. हा, तत् तदपि समीचीनं. हा, मया आत्मा उद्धरणीयः, समीचीनम्. अस्तु, अग्रे शोभा भगिनि. सिद्धिम् अहं सिद्धिं लभेय लभेय तत्र आत्मनेपदी लोट्लकारे मया सिद्धि लोट्लकारे न लोट्लकारे न तत्र सर्वदा अत्र सर्वत्र विधिलिङ्ग् भगिनि. हा, क्षम्यतां, विधिलिङ्ग् विधिलिङ्ग् लब्धातु आत्मनेपदी इति कृत्वा लभेय अहं सिद्धिं लभेय मया सिद्धिः सिद्धिः लब्धधातुः लप्स्यते इति भवति किन्तु कृतन्त लब् योगः सा लब्ध लब्धव्यं लब्धव्यः लब्धव्यं लब्धनीया नीयः लब्धनीयः इति भवति वा महोदय? हा, तत्र न न लब्धव्यः इति तत्र तव्यत् भवति खलु भगिनि. लब्धव्यः लब्धव्यः इति मन्ये. हा, तत् तव्यत् समीचीनम् इति मन्ये. हा, अनियत् तत्र किं लभनीयः इति भवति खलु, लभनीयः. सत्यं, तत्र धातुः एव आगच्छति तत्र. मया सिद्धिः लब्धव्यः लभनीयः तर्हि. हा, तत्र सिद्धिः प्रायशः स्त्रीलिङ्गपदमस्ति वा? सिद्धिः सिद्धिः प्रायशः महोदय. तत्र मतिः प्रकृतिः इति भवः इति चिन्तयामि, किन्तु न सम्यक् न स्मरामि. तत्र कोऽपि वदति वा तत्र सिद्धिः स्त्रीलिङ्गपदं खलु, मतिसदृशं महोदय? सर्वे सिद्धयः श्रीलिङ्गे एव, अनिमा गरिमा महिमा लक्ष्मी सर्वे श्रीलिङ्गे अस्ति महोदय. अस्तु भगिनि, सुत्तमम् अस्ति. हा, सुलभरीत्या तत्र श्रीलिङ्गपदमिति. आम् आं महोदय, समीचीनं भगिनि, अस्तु, धन्यवादः. अस्तु, निवेदितं मया. तर्हि तत्र मया सिद्धिः लब्धव्या लभनीया इति भवति महोदय. इति भवति, समीचीनं भगिनि. हा, सिद्धिः लब्धव्या लभनीया इति समीचीनं. अहं जीवनलक्ष्यं साधयेयं मया जीवनलक्ष्यं साधनीयम्. हा, समीचीनं, नपुंसकलिङ्गमस्ति, समीचीनं. हा, साधनीयं प्रायश तत्र तव्यत् मध्ये किं भवति, साधितव्यं वा? तत्रैव, किन्तु साधनीयम् इति पर्याप्तम्. हा, अस्तु, अग्रे, समीचीनं भगिनि. अस्तु, अग्रे वेदा भगिनि, अग्रिम अभ्यासम् आरम्भं करोति वा? हा, तत्र, हा, तत्र सम्भाषणमस्ति, तर्हि तत्र इदानीं तत्र वंशीसुधा भगिनी पठितुं शक्नोति वा? प्रायशः न. अस्तु, चिन्ता चिन्ता. अस्तु, तर्हि तत्र वेदा भगिनी, शोभा भगिनी तत्र माता पुत्री. माता पुत्री अत्र आगच्छतु, अद्य किं किं पठितवती? हा पुत्री वदति गणितं पठितवती, विज्ञानं पठितवती, चरित्रमपि पठितवती. तावदेव पठितवती? नैव अम्ब, सङ्गीतमपि पठितवती, अद्य एकं नूतनं गीतमपि ज्ञातवती. किं तत् गीतम्? मनसा सततं स्मरणीयं, वचसा सततं वदनीयं, लोकहितं मम करणीयम्. समीचीनम्. अस्य गीतस्य अर्थं जानाति किम्? आम् अम्ब, अध्यापिका सम्यक् विवृतवती, श्रुत्वा मनसि महान् आनन्दः उत्पन्नः. सत्यमेव. शिक्षिका पुनः किम् उक्तवती? सा उक्तवती यत् अस्माभिः सर्वैः अपि लोकहितार्थम् एव जीवनीयम्, मातापित्रोः वचनम् अनुसरणीयम्, सत्यनिष्ठा पालनीया, गुरुः वन्दनीयः, असत्यं कदापि न वक्तव्यं, साधुसेवा कर्तव्या, एवं बहूनि कार्याणि करणीयानि इति सूचितवती. सत्यमेव तया उक्तं. भवत्या अपि तस्याः वाक्यं परिपालनीयं, तदर्थं सदा प्रयत्नः करणीयः. अस्तु, पाणिपादं प्रक्षाल्य आगच्छतु, अहं चायं दास्यामि, तदनन्तरं पठनं अनुवर्तयतु. अस्तु अम्ब, तथैव करिष्यामि. उत्तममस्ति. अस्तु तर्हि तत्र किं करणीयमस्ति? पाठ्यं रूपाणि च ध्यानीत. अस्तु, हा तत्र कुत्र कुत्र अस्ति तत्र तव्यत् अनियत्? पुत्री मनसा सततं स्मरणीयं, तदारभ्य. हा तथा आरभ्य. अस्तु, तत्र गीता गीतं यत् आरम्भे पाठस्य आरम्भे आसीत् तदेव अत्र दत्तमस्ति. मनसा सततं स्मरणीयं, वचसा सततं वदनीयं, लोकहितं मम करणीयम्. अस्तु, अग्रे अग्रे महोदय एकः प्रश्नः, तत्र मनसा वचसा तत्र तु तृतीया, लोकहितं मम करणीयम् इति अस्ति, तत्र षष्टिविभक्ति तत्र किम् अर्थं? हा तद् न जानामि भगिनि. हा तत् तत्र मया करणीयम् इति भवेत्, तत्र मम करणीयम् इति अपि इति दत्तमस्ति. हा किमर्थमिति न जानामि भगिनि, तत्र पृष्ट्वा वदामि. अस्तु महोदय. हा तत्र मम इति मम करणीयं, मम कार्यं, हा कथं तत् षष्टि भवति इति न जानामि. हा पृष्ट्वा वदामि भगिनि. आम् महोदय, धन्यवादः. अन्यत्र सा उक्तवती यत् अस्माभिः सर्वैः अपि लोकहितार्थमेव जीवनीयम्. हा तत्र सर्वैः अपि लोकहितार्थमेव जीवनीयम्. हा तत्र अस्माभिः सर्वैः, हा अस्माभिः सर्वैः, समीचीनं भगिनि. हा कर्तृपदम् अस्माभिः सर्वैः अपि, मातापित्रोः वचनं तत्र जीवनीयं, तत्र मनसा सततं स्मरणीयं, वचसा सततं वदनीयम् इति तत्र. हा अस्तु, तत्र हा अग्रे पठतु भगिनि. मातापित्रोः वचनम् अनुसरणीयम्. हा तत्र मातापित्रोः महोदय लोकहितं मम करणीयं, तद् समय सदृशं पदम् अस्ति तत्र, न मातापित्रोः वचनं षष्टिविभक्ति षष्टि अस्ति, किन्तु तत्र मातापित्रोः वचनम् तत्र भावस्ति, तत्र लोकहितं मम करणीयम् इति अस्ति खलु भगिनि, वेद भगिनि तत्र अनुसरणीयम् इति अस्ति खलु भगिनि? हा तत्र अनुसरणीयम् इति अस्ति, तत्र कैः अनुसरणीयम्? मया इति अध्यारुतः कर्ता अस्ति वा? अत्र तु अस्माभिः सर्वैः इति एव आरम्भे दत्तमस्ति खलु भगिनि? निवेदितं भगिनि तत्र अस्माभिः सर्वैः इति प्रथमवाक्ये अस्ति खलु तदेव अन्यत्र अपि स्थापनीयम् इति मन्ये खलु सर्वैः मातापित्रोः वचनम् अनुसरणीयम् अस्माभिः सर्वैः मातापित्रोः वचनम् अनुसरणीयं तत्र वचनम् इति अस्ति इति कृत्वा एव अनुसरणीयम् इति अस्ति खलु किन्तु तत्र अत्र वचसा सततं वदनीयं तत्र किमर्थं वचनीयम् इति अस्ति वदनीयं हा वचसा सततं वदनीयं मनसा सततं स्मरणीयम् इति किमर्थं नपुंसकलिङ्गे अस्ति अत्र वचनम् अस्ति इति कृत्वा वचनम् इति नपुंसकलिङ्गे अस्ति इति कृत्वा अनुसरणीयम् इति अस्ति महोदय किं स्मरणीयं किं वदनीयं तत्र कोऽपि न दृश्यते तत्र किं वदनीयं न दत्तं न दत्तं यदि किमपि तत्र न दत्तं किं भवति तत्र भावे प्रयोगे इत्युक्ते प्रयोजनं करोति तादृशं तादृशं भवति नाम नपुंसकलिङ्ग एकवचनरूपं डिफाल्ट् भवति तत्र अतः एव तत्र मया सततं स्मरणीयं यतोहि तत्र किमपि न दत्तमस्ति अतः तत्र डिफाल्ट् नपुंसकलिङ्ग एकवचनरूपं किन्तु अत्र वचनम् इति अस्ति अतः तत्र वचनं स्मरणीयम् अतः एव तत्र करणीयम् इति अस्ति किं करणीयं लोकहितं करणीयम् तत्र मया लोकहितं करणीयम् इति भवति समीचीनं अतः एव तत्र शोभगिनी पृष्टवती किमर्थं मम इति अस्ति तत्र मया इति भवेत् किन्तु मम इति दत्तम् अस्ति किमर्थम् इति न जानामि किन्तु लोकहितम् अस्ति इति कृत्वा करणीयम् इति नपुंसकलिङ्गे दत्तम् अस्ति समीचीनं सत्यनिष्ठा पालनीया सत्यनिष्ठा पालनीया स्त्रीलिङ्गे निष्ठा तत् पालनीया गुरुः वन्दनीयः तदपि सत्यनिष्ठा पालनीया इत्युक्ते किं सत्यनिष्ठा इत्युक्ते सत्य सत्य आचरणं सत्य किं निष्ठा इत्युक्ते किं निष्ठा निष्ठा इत्युक्ते आस्था इत्युक्ते निष्ठा सत्यनिष्ठा अवलम्बनम् इति भवति वा निष्ठा इत्युक्ते तादृशं तादृशं तत्र बहुत्र तत्र ब्रह्मनिष्ठा इति श्रूयते नाम तत्र एव भवति नाम सत्ये एव सदा तिष्ठति अस्ति तत्र तद् पालनीया नाम ततः अन्यत्र न गन्तव्यः अत्र एव स्थातव्यम् इति अर्थे सत्य सत्यवद् सत्यदो सत्ये एव अस्ति तत्र एव भवेत् तत्र तादृश यत्र स्थानं यदस्ति तद् तस्य पालनं भवेत् नाम अन्यत्र न गच्छेत् इति अर्थे तत्र सत्यनिष्ठा पालनीया अस्तु गुरुः वन्दनीयः गुरुः वन्दनीयः असत्यं कदापि न वक्तव्यम् असत्यं कदापि न वक्तव्यम् साधुसेवा कर्तव्या इति एवं बहूनि कार्याणि करणीयानि इति सूचितवती अस्माभिः सर्वैः एवं बहूनि कार्याणि करणीयानि इति सा सूचितवती अस्तु भवत्यापि तस्याः वाक्यं परिपालनीयम् तदर्थं सदा प्रयत्नः करणीयः अस्तु अस्तु तावदेव इति तावदेव इति मन्ये अस्तु समीचीनं तर्हि तत्र एकः एव अभ्यासः तत्र अस्ति तत्र नूतनपुस्तके अस्ति पुरातनपुस्तके नास्ति अतः तत्र तमपि कुर्मः. तत्र वाट्साप् मध्ये अहं प्रेषितवान् तत्र तृतीय अभ्यासः इति पेज् 154 मध्ये प्रथम चित्रे अस्ति. सर्वे द्रष्टुं शक्नुवन्ति वा? 154 मध्ये वा? आम्, नूतन पुस्तके. भवत्याः पार्श्वे नूतनपुस्तकमस्ति वा पुरातनपुस्तकमस्ति वा भगिनि? अहं न जानामि महोदय. पुरातनपुस्तके अस्मि तत्र वाट्साप् मध्ये. हा हा, प्राप्तं महोदय. कुत्र? वाट्साप् ग्रूप् मध्ये भगिनि. ओ ओ ओके, लेट् मी लुक्. यदि नूतनपुस्तकमस्ति चेत् तदेव पश्यतु, नो चेत् एतत् मम पार्श्वे नास्ति महोदय. हा हा, अस्तु भगिनि. हा, तर्हि तत्र हा आवरणे सूचितस्य तव्यत् अनि तस्य उपरि अपि तृतीय अभ्यासः तदपि कुर्मः. तत्र कोष्टक कस्य कृते तत्र सुलभम् अस्ति? सः अथवा सा पठतु. प्रयत्नं करोमि वा महोदय? प्रयत्नं करोतु भगिनि. हा, आरम्भं करोतु भगिनि. कोष्टकस्थानशब्दानां साहाय्येन तव्यत् अनियर् प्रत्ययान्तस्य उचितं रूपम् उपयुज्य यथोदाहरणं वाक्यानि रचयत. योगिना तत्र अध्ययनं, निद्रा, योगाभ्यासः, सेवाकार्याणि, पूजा, तपः इति दत्तं. तदनन्तरं करणीया इति उदाहरणमपि दत्तं. तत्र योगिना अध्ययनं करणीयम् इति. तत्र अन्यः प्रयोगः योगिना निद्रा करणीया इति भवति. अथवा किन्तु निद्रा करणीया अथवा न करणीया? किन्तु कदाचित् अपि कदाचित् करणीया भवति एव. कदापि न करणीयं वा महोदय? अस्तु, योगी कदापि न करणीया. न करणीया, न करणीया. अस्तु अस्तु, समीचीनम्. अस्तु, अग्रे निवेदित भगिनि. नास्ति महोदय. नास्ति वा? अस्तु अस्तु, भवती भवेदं भगिनि. भवती योगिना योग योगाभ्यासः करणीयः. योगिना सेवाकार्याणि सदैव करणीयानि. करणीयानि, अस्तु, समीचीनं. हा, समीचीनम्. अस्तु, अग्रे शोभ भगिनि. तत्र भवत्यो एव तत्र सर्वं कुरुतः तर्हि. हा, अस्तु महोदय. तत्र कुरुतां कुरुतां. हा, योगिना पूजा करणीया, योगिना तपः करणीयः. तत्र तपः इति कीदृशपदं? तपस्. अस्तु, योगिना तपस् इति अस्ति चेत् तत्र तपः इति हा प्रथमविभक्तौ भवति. तत्र किं करणीयं? रूपं दृष्ट्वा न वक्तव्यं, किन्तु लिङ्गं ज्ञात्वा. तपस्कृति नपुंसकलिङ्गे आचार्य. योगिना तपः करणीयम् इति एव अस्ति, तावदेव. तत्र रूपं समानमिति चिन्तयामश्चेत् प्रातिपदिकं नीत्वा एव चिन्तनीयं. समीचीनम्. अस्तु, अग्रे वेदा भगिनी. भवत्या सङ्गीतं श्रोतव्यं, सङ्गीतं श्रोतव्यं. भवत्या हितवचनानि श्रोतव्यानि इति. समीचीनम्. भवत्या प्रार्थना श्रोतव्या. श्रोतव्या वार्ते वार्ते वार्ते किं वार्ते इत्युक्ते वार्ते फलं फले वार्तः वार्ते इति वा वार्ता इति स्त्रीलिङ्गे इति मन्ये वार्ता रमारते वार्ते द्विवचनं तत्र स्रो भवत्या वार्ते द्विवचने श्रोतव्ये इति वा समीचीनम् एकवचने वदतु वाक्य वार्ता श्रोतव्या श्रोतव्या श्रोतव्ये अश्रोतव्याः इति भवति समीचीनं भवत्या शब्दौ तत्र द्विवचनं शब्दौ तत्र भवत्या शब्दौ श्रोतव्यौ भवत्या पाठाः श्रोतव्याः पाठाः श्रोतव्याः समीचीनं तथैव अस्ति समीचीनं भगिनि अस्तु भवत्या पाठाः श्रोतव्याः पाठाः श्रोतव्याः समीचीनम् अस्तु अग्रे शोभ भगिनि अग्रे सर्वैः तत्र अभ्यासः अपि सद्गुणाः इति अस्ति प्रथमं सर्वैः अभ्यासः अभ्यासः त्यक्तव्यः सर्वैः अभ्यासः न त्यक्तव्यः सर्वैः सद्गुणाः न त्यक्तव्याः इति अभ्यासः न त्यक्तव्यः सद्गुणाः न त्यक्तव्याः समीचीनम् अस्तु निवेदित भगिनि तत्र अग्रे करोति वा क्षम्यतां नोट् समस्या अस्ति सर्वैः भोजने न त्यक्तव्यः न त्यक्तव्यः अथवा त्यक्तव्यः किमपि भवतु किन्तु तत्र वचनं सम्यक् भवेत् भोजनं वन् मिनिट् त्यक्तव्ये अस्ति वा त्यक्तव्यं द्विवचनमस्ति द्विवचनमस्ति समीचीनं भोजनं भोजने त्यक्तव्ये त्यक्तव्ये सर्वैः स्मृतयः त्यक्तव्याः स्मृतयः न त्यक्तव्यः न खलु स्मृतयः मतलब् स्मृतिः इत्युक्ते तत्र यत् मनसि तत्र स्मरणम् अस्ति यत् स्मरणम् अगर वो मधुर है तो उसे रखना चाहिए लेकिन अगर कटु है तो उसका तक किन्तु तत्र विशेषणं न दत्तं खलु भगिनि अतः तत्र सर्वम् इति अर्थे एव भवति अतः तत्र मधुरः वा अथवा मधुरा अथवा न इति न दत्तम् अतः तत्र किं त्यक्तव्याः अथवा न त्यक्तव्याः न त्यक्तव्याः न त्यक्तव्याः यतोहि तत्र सर्वं मधुरम् अपि मधुरा स्मृतिः अपि अस्ति विपरीतमपि अस्ति अस्तु अग्रे निवेदित भगिनि अग्रे अपि करोति वा आम् आम् श्रद्धा सर्वैः सर्वैः श्रद्धा विश्वासौ न त्यक्तव्यौ न त्यक्तव्यौ समीचीनं न त्यक्तव्यौ अपि सर्वैः सद्बुद्धिः न त्यक्तव्या न त्यक्तव्या समीचीनं यद् बुद्धिः स्त्रीलिङ्गे त्यक्तव्या समीचीनं भगिनि तथैव अस्ति अस्तु अग्रे वेद भगिनि इदानीम् अग्रिममस्ति आभरणे इति आभरणे सूचितस्य तव्यत् अनियर् प्रत्ययान्तस्य उचितं रूपम् उपयुज्य रिक्तस्थानं यतो उदाहरणं पूरयत उदाहरणम् आराधनीयस्य आराधनीय विग्रह अस्ति किं किं तत्र किम् अस्ति? आराधनीयस्य विग्रहः अस्ति, आराधनीय आवरणे सूचितस्य तव्यत् अनीयर् प्रत्ययान्त उचितं रूप्यम् उपयुज्य रिक्तस्थानम् उत ओके आराधनीय तस्य आराधनीयस्य विग्रह इति. एते द्वे कार्ये अद्य त्वया समापनीय एते द्वे कार्ये अद्य त्वया द्वे कार्ये समापनीये इति वा इति अस्ति भगिनि समीचीनं. द्वे कार्ये समापनीये प्रथमाविभक्ति द्विवचनरूपं त्वया समापनीये इति समीचीनं. अस्तु शोभा भगिनि अग्रे. आं महोदय तत्र अस्तु चिन्तनीय इति आवरणे विषयान् एव चिन्तयतु न तु अन्यात् इति विषयान् इति अस्ति अथ तत्र चिन्तनीयान् विषयान् एव चिन्तयतु न तु अन्यान् इति भवति. समीचीनं भगिनि. चिन्तनीयान् विषयान् एव चिन्तयतु न तु अन्यान् विषयान् समीचीनं. निवेदिता भगिनी अग्रे. पठनीयाः सारि छात्रैः पठनीयाः पाठाः बहवः सन्ति इति अस्ति समीचीनं. पठनीयाः पाठाः बहवः सन्ति छात्रैः. समीचीनम्. अस्तु अग्रे आनेतव्यानां वस्तूनां मूल्यं किं भवेत्? उत्तमं भगिनि. आनेतव्यानां वस्तूनां मूल्यं किं भवेत्? षष्टी बहुवचनं. समीचीनं. शोभा भगिनी अग्रे. सर्वदा करणीयेषु कार्येषु श्रद्धां वह. करणीयेषु कार्येषु श्रद्धां वह. श्रद्धा भवेत् अथवा श्रद्धां वह. तत्र वह अस्ति चेत् तत्र कर्तृपदं किं भवति? त्वं वह. त्वं वह. त्वं सर्वदा करणीयेषु कार्येषु श्रद्धां वह. समीचीनं. निवेदिता भगिनी अग्रे. सर् वन् मिनिट्. सभाकम्पात् सः वक्तव्यं वाचः विस्मृतवान्. उत्तम भगिनी. तत्र वाचः इति तत्र जानाति वा तत्र प्रातिपदिकं किम् इति? वाणी वाचः वचस् वचस् अस्ति वा? न वचः तु वचः वाक् अस्ति वाक् अस्ति वाक् अस्ति वाक् अतः तत्र वाक् इति तत्र वाचः इति किं भवति तत्र? प्रथमाविभक्ति एकवचनं न तत्र वाक् इति प्रातिपदिकं वाक् इति कर्म अस्ति वा? नास्ति. वाक् इति प्रातिपदिकं वाचः इति कर्म अस्ति वा? किं भगिनि? कर्म अस्ति. कर्म कर्मपदं कर्मपदम् अस्ति सत्यं. कर्मपदं समीचीनं किन्तु तत्र प्रातिपदिकम् अस्ति भगिनि तत्र वाच् इति वाक् इति वाच् इति अस्ति प्रातिपदिकम् अतः तत्र वाक् वाचौ वाचः इति रूपं भवति इति मन्ये. अतः तत्र वाक् इति बहुवचनमस्ति. बहुवचनमस्ति भगिनी किम् उक्तवती? स्त्रीलिङ्गे अस्ति महोदय. वाक् अपि स्त्रीलिङ्गे अस्ति. स्त्रीलिङ्गे अस्ति. मालामालिमालः मालं मालिमालः वक्तव्याः वाचः. उत्तमं भगिनि. वक्तव्याः वाचः विस्मृतवान्. उत्तमं भगिनि. किञ्चित् क्लिष्टम् आसीत् एतत् एतत् स्मरणीयं वाच् क्रिया एव वाचान वाचं वाक्षु प्रावीण्यमस्ति. किं भगिनि वाक् स्त्रीलिङ्गे अस्ति, कथं स्मरणीयम् इत्युक्ते स्त्रियाः एव वाक् बहु करोति इति तदेव वदति वा जल्पनस्य कृते सदा स्त्रियः एव भवन्ति जल्पन पुरुषाः अपि कुर्वन्ति सर्वे कुर्वन्ति इदानीं परन्तु स्त्रीविषये एव तद् प्रसिद्धः न न भगिनि जल्पनं स्त्रियां विषये तस्मिन् किं पूर्वं तादृशम् आसीत् न वा इति न जानीमः, किन्तु अद्य तत्र तत्र ट्विटर् सर्वं पश्यतु जल्पनं कियत् जल्पनं भवति इति तत्र द्रष्टुं शक्नुमः. अस्तु तर्हि शङ्कराचार्य आचार्येण विरचित तत्र जपो जल्पः इति आरभति महोदय, जल्पनमेव जपः भवेत् इति. आमामां सत्यं सौन्दर्यहरी तत्र सप्तविंशति श्लोकः. ओ अस्तु अस्तु अस्तु जपो जल्पः इति सत्यं भगिनि. धर्तव्यशाटिकाः आदौ क्षालनीयाः, धर्तव्यशाटिकाः धर्तव्याशाटिकाः शाटिका लिङ्गे अस्ति, धर्तव्याः शाटिकाः इति समीचीनं धर्तव्याः शाटिकाः आदौ क्षालनीयाः. हा धर्तव्याः शाटिकाः आदौ क्षालनीयाः सन्ति. आदौ काः क्षालनीयाः सन्ति? आदौ धर्तव्याः शाटिकाः एव क्षालनीयाः सन्ति. समीचीनम्. अस्तु अग्रे वंशीसुध भगिनी वदति वा कोऽपि नास्ति अत्र महोदय, तदेव सर्वे सर्वे सन्ति भगिनि. वैद्यः अस्ति भगिनि अग्रे अग्रे अपि अनेक एकम् अनेक द्वयं तत्र ओके ओके ऐ गाट् इट् वैद्यः अग्निमपुटमपि वयं स्मः अधुना महोदय. वदतु भगिनि कस्मिन् पुटे स्मः महोदय वयं 155 भगिनि तत्र वैद्यः रुग्णेन इति किन्तु नूतनपुस्तके नूतनपुस्तके मम पुस्तके वाट्साप् मध्ये प्रेषितमस्ति भगिनि महोदयेन प्रेषितवान् वाट्साप् मध्ये इदानीमेव प्रेषितं तत्र पूर्वं वर्गस्य समये. तत्र पुस्तके अपि अस्ति अस्ति अस्ति अस्तु वैद्यः वैद्यः रुग्णेन सेवनीय औषधानि तानि इति वदति, किं वक्तव्यं महोदय तत्र? तत्र औषधानि इति पदस्य विशेषणं भवेत् सेवनीय इति पदे पदस्य. अस्तु अस्तु वैद्यः रुग्णेन सेवनीयानि औषधानि तानि इति वदति. तत्र औषधानि सन्ति सेवनीयानि औषधानि सन्ति तानि कानि? केन सेवनीयानि? रुग्णेन सेवनीयानि औषधानि कानि इति वैद्यः वदति अथवा पृच्छति. समीचीनं. अस्तु अग्रे शोभा भगिनी. आं महोदय तत्र नीता भगिनी अपि अस्ति, कर्तुं न शक्नोति वा? न न भगिनि मम पत्नी नाम स्मरामि इतः परं स्मरामि महोदय तत्र अहं न जानामि भगिनि तत्र किमर्थं तत्र मम दूरवाण्यां तत्र तस्याः नाम अस्ति, किन्तु तस्य तत्र अहं बहुवारं तत्र प्रयत्नं कृतवान् अत्र एस् सि सि मध्ये तु अस्मिन् आप् मध्ये अहं तत्र तस्य परिवर्तनं न कर्तुं शक्नोमि अतः अस्माभिः भोक्तव्यः तत्र आहारे रुचिः भवेत् इति, अस्माभिः भोक्तव्ये आहारे रुचिः भवेत् इति समीचीनम्. अस्माभिः भोक्तव्ये आहारे रुचिः भवेत् समीचीनम्. अस्तु अग्रे निवेदिता भगिनी. भवान् करणीयात् कार्यात् मा विरमतु. पञ्चमी विभक्ति अस्ति. समीचीनं. करणीयात् कार्यात् मा विरमतु इति अस्ति. समीचीनं भगिनि. अस्तु, अत्र तर्हि तत्र इदानीं तत्र नूतनपुस्तके यदपि यत् अस्ति तदपि वयं कृतवन्तः. अस्तु, तर्हि इदानीं तत्र अन्तिमभागे, पाठस्य अन्तिमभागे श्लोकानि सन्ति, श्लोकाः सन्ति, तान् परिशीलयामः तर्हि. अस्तु, तत्र वेदा भगिनी पठति वा? एकं गीतायाः एतेषु श्लोकेषु गीतायाः एतेषु श्लोकेषु तव् तत् तौ तौ तत् प्रिण्टिङ्ग् मिस्टेक् अस्ति तत्र. तव्यत् प्रत्ययान्तानि रूपाणि जानीत. सत्यं भगिनि, तत्र तव्यत् इति भवेत्, मुद्रणदोषः अस्ति. सत्यं. नामे पार्थ अस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानावाप्तव्यं वर्त एव च कर्मणि. न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि. लोकेषु तव्यत् प्रत्यान्तरूपाणि जानीत. नामे पार्थ अस्ति कर्तव्यं कर्तव्यं तव्यत् प्रत्यय त्रिषु लोकेषु किञ्चन न वाप्तम् अवाप्तव्यम् अवाप्तव्यं तत्र तव्यत् प्रत्यय अस्ति. अवाप्तव्यं वर्त एव च कर्मणि. तत्र प्रायश न अनवाप्तम् अवाप्तम् इति प्रायश भवेत् खलु. न अनवाप्तम्, ओ अनवाप्तमस्ति. आम्, अनवाप्तम् अनवाप्तम् अवाप्तव्यम् अवाप्तम् अवाप्तम् अवाप्तम् अवाप्तव्यम् अनवाप्तम् अवाप्तव्यम्. सत्यं सत्यं भगिनि. तथैव अस्ति. तत्र तव्यत् कुत्र अस्ति? कर्तव्यम् अवाप्तव्यम् इति. अवाप्तव्यम् इति अस्ति. समीचीनं. नानावाप्तम् अवाप्तव्यं वर्त एव च कर्मणि. वर्त एव च कर्मणि इति अस्ति. समीचीनं. तत्र कर्तव्यं, तत्र मे इत्युक्ते मया अथवा मम कृते, मम कृते किमपि न नास्ति कर्तव्यं त्रिषु लोकेषु. किमपि का त्रिषु लोकेषु किञ्चन कर्तव्यं न कर्तव्यम् इति भिन्नम् अस्ति. तत्र किञ्चन, तत्र किञ्चन अग्रिमे भागे गच्छति भगिनि. किञ्चन नाम किञ्चन तत्र अनवाप्तम्. अनवाप्तम् इति तत्र अर्थकः, तत्र आप्नोति इति जानाति खलु. आप्नोति इति तत्र आप्तम् इत्युक्ते प्राप्तं, प्राप्तम् इति वदामः खलु, प्राप्तं. तथैव तत्र आप्तं, तत्र प्र इति उपसर्गः आप्तं प्राप्तम् इति. तथैव तत्र अनवाप्तम् इत्युक्ते तत्र न प्राप्तम्, अवाप्तं. तत्र अनवाप्तम् इत्युक्ते न प्राप्तम्, अपि प्राप्तव्यं. तत्र प्राप्तमपि न प्राप्तं किमपि नास्ति, प्राप्तव्यमपि किमपि नास्ति इति अर्थे. प्राप्तव्यं नाम अवाप्तव्यं. श्लोकस्य अर्थः किं, किमर्थं, किमस्ति महोदय, न जानामि भगिनि. एतद् तत्र भगवान् वदति खलु, हे पार्थ इति. हे पार्थ, अर्जुनं उद्दिश्य नाम मम किमपि नास्ति कर्तव्यं तत्र मया किमपि नास्ति तत्र भगवतः कार्यम् एतदस्ति एतत् भगवतः करणीयम् इति किमपि नास्ति तेषु लोकेषु तस्य सः एतद् न प्राप्तवान् इति किमपि नास्ति खलु अतः तत्र तस्य न तस्य अनवाप्तं किमपि नास्ति नाम तेन एतद् न प्राप्तम् इति वस्तु तादृशं वस्तु किमपि नास्ति अपि तेन एतत् प्राप्तव्यम् इति अपि तादृशं वस्तु किमपि नास्ति खलु अतः तत्र सः वदति तत्र अतः तत् तादृशम् अस्ति तादृशी परिस्थितिः अस्ति किन्तु तथापि कर्मणि एव वर्ते तत्र वर्त इति अस्ति तत्र वर्ते इति भवेत् तत्र वर्ते अहं वर्ते तत्र आत्मनेपदी धातु अहं तत्र वर्तते इति जानीमः खलु वर्तते तत्र अहं वर्ते नाम अहं तथापि अहं तत्र भवामि कार्यं कुर्वन् अस्मि तत्र लोके अस्मि नाम तत्र वयमपि तत्र सः कीदृशः इति वदति तावदेव अस्तु तत्र 322 तत्र अस्ति श्लोकस्य सङ्ख्या तद्दृष्ट्वा तत्र अग्रे अपि किं किम् अस्ति इति ज्ञातुं शक्नुमः किन्तु कर्तव्यम् अपि अवाप्तव्यम् अनवाप्तं किमपि नास्ति अवाप्तव्यमपि किमपि नास्ति भगवता अस्तु समीचीनम् अस्तु अग्रे तत्र निवेदिता भगिनी अग्रिमं किञ्चित् वदति वा आम् कर्मणोऽपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणस्य बोद्धव्यं गहना कर्मणो गतिः अत्र बोद्धव्यम् इति समीचीनं बोद्धव्यम् इति अस्ति प्रत्ययान्तरूपमस्ति तत्र त्रिवारम् आगतं खलु बोद्धव्यं त्रिवारम् आगतं तत्र कर्मणो इत्युक्ते तत्र कर्मणः इति खलु षष्टि कर्म इति कर्मणः हि अपि इति बोधव्यं बोधव्यं हि विकर्मणः अकर्मणः च बोधव्यं गहना कर्मणो गतिः गहना गहना इत्युक्ते सीक्रेट् समीचीनं तत्र नाम तस्य छेदनं न कर्तुं शक्नुमः बहु क्लिष्टकरम् अस्ति यथा तत्र तत्र चक्रव्यूहः क्लिष्टमस्ति खलु तत्र चेत् तादृशं गहना गहना अस्ति तत्र अत्र किं किं गहना अस्ति अथवा का गहना अस्ति गतिः गहना अस्ति गतिः नाम मार्गः गहनः अस्ति कर्मणः मार्गः गहना गहना मार्गः गहनः अस्ति अथवा गतिः गहना गहना अस्ति तत्र बोधव्यं बोधव्यं नाम यत् अवगन्तव्यं न यत् अवगन्तव्यम् अस्ति अवगन्तव्यं तत्र बोधव्यम् इति तत्र बुद्धातुः बुद्धातु बोधयति बोधयति वा किन्तु णिच् अस्ति णिच् अस्ति अतः तत्र बोध इति बोधव्यं बोधव्यम् अतः नाम नाम यत् अवगन्तव्यमस्ति अस्माभिः कस्मिन् विषये अवगन्तव्यम् अस्ति? कर्मणः विषये अवगन्तव्यम् अस्ति, विकर्मणः विषये अपि अवगन्तव्यम् अस्ति, अकर्मणः विषये अपि अवगन्तव्यम्। तत्र नाम कर्मणः विषये किम् अवगन्तव्यमस्ति? कर्मणः गतिः, गतिः इति विषये, कर्मणः गतिः अथवा मार्गः कः इति अस्माभिः अवगन्तव्यः, विकर्मणः मार्गः कः इति अपि अवगन्तव्यः अस्माभिः, अकर्मणः मार्गः अपि अस्माभिः अवगन्तव्यः अस्ति। यतोहि कर्मणः मार्गः गहनः अस्ति इति। अस्तु, तत्र बोधव्यं, बोधव्यम्। अस्तु, तत्र प्रायश तत्र अन्तिमम् एकवारं पठामः तत् तर्हि। तत्र शोभा भगिनी अन्तिमम्। आम् आम् महोदय। ज्ञानं तेहं सविज्ञानमिदं वक्ष्यामि, तत्र वक्ष्याम् अशेषतः इति, वक्ष्यामि अशेषतः यज् ज्ञात्वा, यत् ज्ञात्वा, यत् ज्ञात्वा, यत् ज्ञात्वा नेह न इह भूयोन्यज्ज्ञातव्यम् अवशिष्यते, भूयः अन्यत् ज्ञातव्यः, ज्ञातव्यम् अवशिष्यते इति अस्ति। तत्र ज्ञातव्यम् इति आम् तव्यत् प्रत्ययप्रयोगः। तत्र ज्ञानं ते अहं सविज्ञानम् इदं वक्ष्यामि अशेषतः इति, ते इत्युक्ते तत्र ते इति चतुर्थी तुभ्यं, तुभ्यं समीचीनं, तुभ्यम् अर्जुनाय, अर्जुनाय, अर्जुनाय वदति तुभ्यम् अहं ज्ञानं सविज्ञानम् इदं वक्ष्यामि अशेषतः इत्युक्ते पूर्णतया इति, पूर्णतया समीचीनं। तत्र किमपि तत्र तत्र अहं अतः पूर्णतया अहं वदिष्यामि, वक्ष्यामि। यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते, यत् ज्ञात्वा, यत् अहं वक्ष्यमाणः अस्मि तत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते, तत् श्रुत्वा भवता अन्यत् किमपि ज्ञातव्यं नास्ति, न भवति एव अवशिष्यते। ओ, एतत् मया ज्ञातव्यम् अस्ति, एतद् मया ज्ञातव्यम् अस्ति इति तादृशं विषयाः एव न भवन्ति, सर्वं नाम भवान् सर्वं जानाति तस्मिन् समये इति वदति। समीचीनं भगिनि, ज्ञातव्यम् अवशिष्यते न इह भूयो, भूयः अन्यत् ज्ञातव्यम् अवशिष्यते। समीचीनं भगिनि, तथैव अस्ति। अस्तु, तत्र अन्तिमं सूक्तिः, कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैः। अस्मिन् विषये किञ्चित् चिन्तनं कुर्वन्तु अग्रिमे वर्गे, तस्य चिन्तनं कुर्मः। अस्तु, तर्हि तत्र विरमामः। तर्हि तत्र अस्तु, शोभनि अन्ते शान्तिमन्त्रं वदति वा भगिनि? आं महोदय। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिश्शान्तिश्शान्तिः। हरिः ॐ, श्रीगुरुभ्यो नमः। हरिः ॐ, धन्यवादः महोदय। धन्यवादः, नमस्कारः।